नमस्कारः. यङन्तदातवः इति करपत्रम् अनुवर्तते. अत्र गते सप्ताहे वयं द्वित्वस्य विषये वयं किञ्चित् पठितवन्तः. अग्रे महोदयेन अत्र द्वित्वसम्बन्धं सम्बद्धम् इतोपि किञ्चित् चिन्तनम् इति स्थापितवान् महोदयः. तर्हि ततः आरभ्य पठामः. महोदय पठितुं भवान् एकं पठतु, अहम् एकं पठामि इति तथा वयं द्वित्वसम्बद्धम् इतोपि किञ्चित् चिन्तनम्. उपर्युक्तं यत् धातुः एका च अस्ति चेत् द्वित्वावसरे सम्पूर्णधातुः स्वीकरणीयः, यथा यङ् लुकि पट् पट् पट्. अत्र भाष्यकारः चिन्तनं कुर्वन् निदर्शनं दत्वा वदति यत् जुहोत्यादिगणीयः निजिर् धातोः द्वित्वं कथम् अनुबन्धरहितत्वात् निज् भवति. औपदेशिक निज् धातोः सार्वधातुकप्रक्रियावसरे लटि लोटि लङि विधिलिङ् सत्तरि द्वित्वं क्रियते. एकाच् बहुव्रीहिसमासः एकः अच् यस्मिन् सः. तर्हि निज् धातोः विषये केन एकाच् धातुः एकाच् जातः इति प्रश्नः सति इकारेण. तदर्थं चत्वारः सम्भावनाः सन्ति. नी निज् इ इज् ततः अग्रे उच्यते. अङ्गं ने निज् न सिद्ध्यते, परन्तु नी अथवा निज् द्वित्वार्थं स्वीक्रियते चेत् उभयत्र इष्टं सार्वधातुकम् अङ्गं जायते. नी नी ज् ने निज् निज् निज् ने निज्. तर्हि अनयोः नी अथवा निज् इत्यनयोः मध्ये कस्य द्वित्वं स्यात्? अत्र दत्तं एकाच् अस्ति चेत् द्वितीयस्य अत्र पूर्वं पठितवन्तः एकः अस्ति चेत् सम्पूर्णतया धातु द्वितं भवति इति. पट् इति धातुः एकः अस्ति, अतः हलादिकपि अस्ति, अतः द्वितं सम्पूर्णतया पट् पट् इति भवति. परन्तु भाष्यकारः वदन्ति ज्योत्यादिगणे अपि द्वितं भवति. अत्र निज् निजिरिति धातुः अनुबन्धरूपस्य अनन्तरं निज् इति, अनन्तरं लटि लोटि लङि विधिलिङ् अपि शत्रन्तमपि द्वितं भवति इति. अतः अत्र निज् इति सम्पूर्णतया निज् इति स्वीकरणीयं वा अथवा इज् इति ईकारः स्वीकरणीयं वा इति सम्यक् दत्तं नास्ति. ईदि अथवा इज् इति हरि ओम्. न श्रूयते महोदय, मध्ये आरभ्य. हरि ओं महोदय, न श्रूयते महोदय. महोदय नमस्कारः महोदय नमस्कारः किं महोदय किं भवत् न जाने भवतः ध्वनिः न श्रुतः एव किमपि जातं मध्ये भङ्गं जातं तदनन्तरं न श्रुतम् अस्तु उक्तवान् नीडिञ्ज् इति स्वीकरणीय वा अथवा नीति स्वीकरणीय वा इति अत्र किं भवतु मार्गति इति निश्चयं कर्तुं शक्यते किं कुर्वम् इति भवेत् न जानामि अत्र पुनः वदतु महोदय युवतादिगणे द्वित्वमपि भवति अत्र यङ्गन् अपि अत्र ईज् इति स्वीकरणीयं चेत् अस्य इष्टरूपं नेनिज् इति न भवति नीनिज् इति स्वीकरणीयं वा नी नी इति स्वीकरणीयं वा इति अत्र वयम् उदाहरणार्थम् ऊर्ध्वधातोः विषये किं वयं किं कृतवन्तः आरम्भतः वयं गणयामः खलु गणनं कृत्वा प्रथम अचुवर्णः कः इति वयं योजयामः वयं निर्णयं कुर्मः खलु तदनन्तरं प्रथम अचुवर्णः प्रथमभागं भवति अनन्तरम् अन्ये ये अवशिष्टाः भागाः तत्तु द्वितीय भागः भवति खलु द्वितीयभागः भवति प्रथमभागः तु प्रथम अचुवर्णपर्यन्तं द्वितीय अचुवर्णभागपर्यन्तं भागपर्यन्तं द्वितीय अचुभागः तथा एव तृतीय अचुवर्णपर्यन्तं तृतीयभागः इति विभजनं भवति किन्तु यत्र धातुः हलादिः अस्ति चेत् वयं पूर्णतया एकाच् हलादिः अस्ति चेत् वयं पूर्णतया अन्ते यत् हल् वर्णः अस्ति तदपि वयं संयोज्य वयं स्वीकुर्मः खलु उदाहरणार्थं पठ्यते इत्यपि इप् आ पर्यन्तमेव प्रथम एकाच् भागः अस्ति तथापि इज्जपि वयं स्वीकुर्मः तर्हि तत् किमर्थम् इति प्रश्नः तर्हि प्रश्नः अस्ति इप् आ इति प्रथमभागम् इति तथा स्वीकृत्य प्रथमभागस्य द्वित्वं भवति तर्हि प प इट् इति स्वीकुर्मः तथा करणीयं वा नो चेत् वयं किं कुर्मः पट् पट् इति स्वीकृत्य करणीयं वा इति प्रश्नः तस्य उत्तरं महोदय अत्र तदेव अस्ति निज्जदातुं स्वीकृत्य प्रतिपादितवान् तत्र एवं वयं नी नी इति स्वीकृत्य नी इति एव प्रथम एकाच् भागम् इति स्वीकृत्य कुर्मः चेत् किं भवति नी नी इत्यस्य द्वित्वं भूत्वा नी नी इज्जति भवति तदा किं भवति इत्युक्ते नी नी इति एव अभ्यस्तसंज्ञा भवति खलु उभय अभ्यस्तम् इत्यनेन अभ्यस्तसंज्ञा केवलं नीमि इत्यस्य एव भवति इज् इत्यस्य न भवति किन्तु वयं निज् इति स्वीकृत्य एकाच् भागः इति स्वीकृत्य द्वित्वं कुर्मः चेत् निज् निज् इति भूत्वा हलादिशेषः इत्यनेन प्रथमजकारस्य लोपः भवति तर्हि नेनिज् इति पूर्णतया अभ्यस्तं भवति खलु यदि नी इति स्वीकुर्मः चेत् केवलं नीमि इति एव अभ्यस्तं भवति इज् इति पृथक् भवति किन्तु निज्यते आहत्य स्वीकृत्य वयं कुर्मः चेत् नेनेजेव पूर्णतया अभ्यस्तसंज्ञा भवति तर्हि तत्र तदेव आवश्यकम् अस्ति इति कृत्वा तस्य प्रतिपादनम् अग्रे कृतवान् अहं पठामि तर्हि अत्र भाष्यकारः प्रतिपादयति यत् नी स्वीक्रियते चेत् अभ्यस्तमस्ति नीनि सार्वधातुकम् अङ्गम् इति नेनिज् किन्तु अभ्यस्तं नीनि इत्येव भवति अत्र त्रिषु प्रधानस्थलेषु समस्या जायते इति केवलं नी इति एकाच् भागं स्वीकुर्मः चेत् त्रिषु क्लेशः जायते इति अदभ्यस्तात् इति सूत्रेण लटि लोटि च प्रथमपुरुषे एकवचने बहुवचने प्रथमपुरुषस्य बहुवचने ज स्थाने अत् आदेशः हरि ओं महोदय अस्ति वा आम् महोदय पुनः भङ्गं जातं महोदय नमस्कारः महोदय श्रूयते वा नमस्ते महोदय भवतः कश्चन क्लेशः अस्ति इति मन्ये महोदय दूरवाण्यां महोदय नमस्कारः महोदय नमस्कारः महोदय नेट् कृतवान् कम्प्यूटर् मध्ये अतः पुनः किमपि क्लेशः जातः मध्ये मध्ये भङ्गं जायते चिन्ता नास्ति महोदय परन्तु मम ते कनेक्टेड् अस्ति इति आसीत् परन्तु अहं चिन्तितवती अस्तु तर्हि अत्र तु यथा पूर्वम् उक्तम् आसीत् केवलं नी इति एव स्वीकुर्मः चेत् नी नी इति अभ्यस्तसंज्ञा भवति तदा तु त्रिषु स्थलेषु क्लेशः जायते तर्हि तदेव अत्र प्रथमबिन्दुः अस्ति अदभ्यस्तात् इति सूत्रेण किं भवति बहु प्रथमपुरुषे एकवचने यत्र द्वित्वं भवति तदा तु अदभ्यस्तात् इति सूत्रेण जकारस्य स्थाने अत् आदेशः भवति अतः लटि जि इति स्थाने अति भवति प्रत्ययः न तु अन्ति लोटे तु जि इत्यस्य अतु इति भवति न तु अन्तु अदभ्यस्तात् इति सूत्रम् उक्तमस्ति किम् अस्ति सूत्रम् अभ्यस्तसंज्ञकधातूत्तरस्य प्रत्ययस्य आदिमव्ययस्य जकारस्य स्थाने अत् आदेशो भवति इति सूत्रार्थः अनुवृत्तिसहितसूत्रम् अभ्यस्तात् अङ्गात् प्रत्यादेः जः अत् इति परन्तु मीनि अभ्यस्तम् अस्ति चेत् मीनि च जि प्रत्ययः चेत् अनयोः मध्ये जकारः वर्तते तदर्थम् अत् आदेशः न भवति तर्हि वयम् असाधुरूपं प्राप्नुमः साधु अस्ति खलु महोदय अत्र प्रश्नः अस्ति वा भवान् अपि अवगच्छति ननु अत्र एकः सन्देहः नेनिज् इति रूपम् अभ्यस्तं भवति चेत् अत्रापि जकार अन्तिमवर्णः किन्तु पूर्णतया अभ्यस्तसंज्ञक अत्र तु जकारः अन्तिमवर्णः न भवतु इति प्रश्नः नास्ति खलु अभ्यस्तसंज्ञकात् अनन्तरम् अति भवतु इति एव जस्थाने अन्य प्रत्ययः अभ्यस्तस्य अनन्तरं जकारः अन्यः न न जकारः अपि अन्तर्भूतः खलु यदि वयं निज् निज् इति स्वीकुर्मः निज् इति स्वीकुर्मः तदा तु नेज् निज् इति अभ्यस्तम् आहत्य अभ्यस्तं भवति खलु तर्हि साक्षात् अभ्यस्तस्य अनन्तरं जकारः यत्र आयाति तत्र तु निश्चयेन जकारस्य स्थाने अस् भवति अकारः भवति किन्तु यदि वयं जकारं न स्वीकुर्मः तदा किम् अस्ति जकारस्य अभ्यस्तसंज्ञा नास्ति खलु यदि वयं केवलं तदा तु साक्षात् अग्रे तु प्रत्ययः नास्ति खलु तत् मध्ये जकारः उपविशति यत् अभ्यस्तं नास्ति तर्हि आदेशः जकारस्य स्थाने अत् आदेशः न भवति एव सन्तु इति एव भवति खलु तर्हि तत्तु दोषाय अस्ति इति कृत्वा वयं निज्जति पूर्णतया स्वीकुर्मः चेत् एव अभ्यस्तसंज्ञा नेनिज् इत्यस्य अभ्यस्तसंज्ञा भूत्वा अति इति प्राप्नुमः प्रत्ययं प्राप्य वयं नेनिजति इति साधुरूपं प्राप्नुमः इति अस्तु महोदय निज् इति रूपं स्वीकरणीयं द्वितं भवति इति अत्र दत्तं परन्तु पट् पट् धातु अस्ति चेत् पट् पट् इति किमर्थम् इति अत्र विवरणमस्ति वा किं महोदय पट् इति धातुः एका च अत्र पट् पट् इति कृतवन्तः पट् नेनेज् इति उदाहरणे किम् अत्र दत्तं वयं पट् इति स्वीकृत्य कर्तुं शक्नुमः इति पट् इति अस्ति प्रथमभागः केवलं प इति एव स्वीकुर्मः चेत् किं भवति पप इत्यस्य एव अभ्यस्तसंज्ञा भवति इज् इति तत्र न अभ्यस्तसंज्ञा नास्ति तत्र इज् इत्यस्य पप् पपट् इट् इत्यस्य अभ्यस्तसंज्ञा न भवति केवलं पप इति भागस्य एव अभ्यस्तसंज्ञा भवति अभ्यस्तसंज्ञायाः अनन्तरं ज प्रत्ययः यदा आगच्छति तदा तु अत् आदेशः न भवति किमर्थम् इत्युक्ते मध्ये तु जकारः उपविशति पप्पट् इति भवति चेत् अत्र अत् भवति अर्हति अर्हति आम् आम् तदा पञ्चमी निर्देशः अस्ति खलु पञ्चमी निर्देशः साक्षात् पूर्वम् इति भवति खलु अभ्यस्तसंज्ञक यत् अङ्गमस्ति तत्तु साक्षात् पूर्वम् अस्ति चेत् एव तत्र प्रत्ययः भवति इति साक्षात् परं वा साक्षात् पूर्वम् पञ्चमी इत्युक्ते प्रत्ययस्य पूर्वं भवति खलु इति लङि अभ्यस्तसंज्ञकधातोः परस्य झीस्थाने जुस् आदेशः तथा एव लङि किं भवति यत्र लङ्लकारे तु जुस् आदेशः भवति खलु तत्र तु झीस्थाने जुस् आदेशः भवति अभ्यस्तसंज्ञा अस्ति चेत् सिजभ्यस्तविदुभ्यश इति सूत्रेण जुस् इत्यस्य अनुबन्धलोपे ऋतविसर्ग उः इति भवति अस्तु तत् वयं जानीमः तर्हि अभ्यस्तसंज्ञकधातुः अस्ति चेत् लङि अन्स्थाने ऊतु इति उः इति प्रत्ययः भवति सिजभ्यस्तविदिभ्यस्य वदति नित्लकारस्य अवस्थायां सिच् प्रत्ययात् अभ्यस्तसंज्ञकधातोः विद्धातोः च परस्य जीस्थाने जुस् तथा पूर्वं यथा वयम् अतादेशस्य विषये पठितवन्तः तथा एव अत्र तु जीस्थाने जुस् भवति किन्तु जुस् इति कदा भवति साक्षात् अभ्यस्तसंज्ञकपूर्वः पूर्वम् अस्ति चेत् एव जुस् आदेशः भवति यदि वयं नेनिज् इति अभ्यस्तं स्वीकुर्मः चेत् तर्हि उः इति जुस् आदेशः भूत्वा नेनिजुः इति साधुरूपं प्राप्नुमः किन्तु नेनिज् इत्यस्मिन् यदि वयं नीनि इति अभ्यस्तम् इति स्वीकुर्मः ज इति अभ्यस्तं नास्ति चेत् किं भवति उः जुस् आदेशः न भवति क्षम्यता महोदय भवान् अग्रे पठति तृतीयं सोपानं चतुर्प्रत्ययपरे अभ्यस्तसमीकरणात् विदस्य चतुर्प्रत्ययस्य नुमागमः निषिद्धः भवति नाभ्यस्तचतुः इत्यनेन अत्र चतुरन्तरूपम् अस्ति नुमागमः न भवति इति चतुर्प्रत्यय अभ्यस्तसम्यक् अङ्गात् द्वितीयस्य शत्रुप्रत्ययस्य नुमागमः निषिद्धः भवति नाभ्यस्त आम् साधारणतया शत्रुप्रत्ययन्तः नुमागमः भवति बट् नाभ्यस्तस्य चतुः इति सूत्रेण अभ्यस्तात् अङ्गात् उत्तरस्य चतुर्स्थाने नुम् न भवति इति ददतः जाग्रत् जाग्रतौ जाग्रन्तः साधारणतया ददन् ददन्तौ ददतः इति शत्रुन्तरूपं परन्तु नाभ्यस्तचतुः इति सूत्रेण नुमागमः न भवति इति सम्यक् महोदय किं महोदय उक्तवान् सम्यक् वा अथवा सम्यक् अस्ति परन्तु नीनि अभ्यस्तम् अस्ति चेत् नीनि च अत् प्रत्ययः चेतनयोः मध्ये जकारः वर्तते तदर्थं नुमागमः निषेधः आगमनिषेधः न भविष्यति वा अत्र सूत्रं किं वदति न अभ्यस्ता शतुः इति वदति शत्रुप्रत्यये परे अभ्यस्तस्य न इन्नागमः अनुमागमः न भवति इति किं यदि वयं नेनि इति एव अभ्यस्तम् इज् अभ्यस्तं नास्ति इति स्वीकुर्मः चेत् किं भवति अभ्यस्त साक्षात् शत्रुप्रत्यय नेनि इति अभ्यस्तम् इज् इति अभ्यस्तं नास्ति तदनन्तरं शत्रु आगच्छति तदा तु शत्रुप्रत्ययस्य साक्षात् पूर्वम् अभ्यस्तसंज्ञकवर्णः संज्ञक अङ्गं नास्ति जकारः एव अस्ति जकारः तु अभ्यस्त एव अभ्यस्तसंज्ञक इति न स्वीकुर्मः चेत् किं भवति अत्र तु इन् आदेशः भवति खलु अभ्यस्तमस्ति चेत् न भवति अभ्यस्तं नास्ति चेत् इन् आगमः भवति यथा पठन् इति अस्ति खलु पठन् गच्छति गच्छन् बालकः पठन् हसति हसन् अत्र तु शत्रुप्रत्ययः अस्ति खलु अस्तु महोदय आं महोदय परन्तु नाभ्यस्तचतुः इति सूत्रेण न भविष्यति आम् न भविष्यति तदेव इष्टं रूपं खलु यत्र वयं निजित् पूर्णतया स्वीकुर्मः चेत् आदेशः न भवति तदेव अस्माकम् इष्टं रूपम् धन्यवादः अवगच्छामि अग्रे पुनः अग्रे पठामि वा अतः भाष्यकारः वदति यत् आहत्य स्लौ लिति सङ्गी यत्र एकाचित् धातुः अस्ति तत्र सदा सम्पूर्णधातोः द्युतं करणीयम् एषु स्थलेषु स्लौ लिति सङ्गी यत्र औपदेशिकधातुः अनेकाच अस्ति तत्र तैः उक्तं यदा उपरि प्रदर्शितं नाम हलादिषु हलादिधातुः अस्ति चेत् प्रथमस्य एकाच् भागस्य द्वित्वम् अपि च अजादिधातोः अस्ति चेत् द्वितीयस्य एकाच् भागस्य द्वित्वं करणीयं तत्र प्रथम एकाच् भागः समाप्यते वामतः प्रथमे अचुवर्णे यदा जागृ जाजागृ पूर्णो पूर्णो नु इति अत्र पूर्वम् अपि पठितवन्तः एकाच अस्ति हलादि अस्ति चेत् प्रथम एकाच एव द्वितीयं भवति अतः उदाहरणे दत्तं जागृ इति धातुः अत्र जाजागृ इति प्रथम अचुवर्णः अस्ति अत्र जा इति आ इति अत्र अधः जाजा इति रूपं भवति परन्तु तदेव अनेकाच् अस्ति अजादिप्रत्यये अजादिधातुः अस्ति चेत् अत्र द्वितीयस्य एव द्वितं भवति इति अतः ऊर्णु नु इति भवति इति अत्र ऊर्णु नु रेपः न आगच्छति द्वितं न भवति नान्द्र संयोधावति सूत्रेण रेपस्य संयोधस्य रेपस्य न भवति अतः नु एव द्वितं भवति ओ ओ नु नु इति द्वितं भवति महोदय आं महोदय तर्हि अतः भाष्यकार आहत्य श्लौ च्लिटि चङि च यत्र एकाच् धातुः अस्ति तत्र तु यत्र एकाच् अस्ति चेत् पूर्णधातोः द्वित्वं कुर्मः इति किन्तु यत्र अनेकाच् अस्ति तत्र तु वयं प्रथम अचुवर्णपर्यन्तं स्वीकृत्य कुर्मः महोदय तदेव उक्तवान् खलु अनेकाच् अस्ति चेत् प्रथम एकाच् प्रथम अचुवर्णपर्यन्तं हलादि हलादि अस्ति चेत् अजादि अस्ति चेत् एकाच् अस्ति चेत् खलु ऊर्णु अत्र द्वे वर्णः अस्ति किल अचुवर्णः ऊकारः अनेकाच् अनेकाच् क्षम्यतां महोदय मातुः महोदय ऊर्णु धातुः अनेकाच् अस्ति परन्तु अत्र अत्र तु हलादि अजादि इति नास्ति अजादि एकाच् अस्ति चेत् द्वितीयभागः इति भिन्न किन्तु भिन्नविषयः तस्य द्वित्वम् इति भिन्नविषयः, अजादि वा हलादि वा द्रष्टव्यं, किन्तु आहत्य एका च अस्ति चेत् पूर्णतया भवति, अनेका च अस्ति चेत् प्रथम अचुवर्णपर्यन्तं प्रथम एकाच् भागः इति स्वीकुर्मः, खलु तथा अस्ति खलु? तत्तु ऊर्णधातुः सूची सूत्रि मुत्रि इति प्रत्यसूनादीनां यद् वार्तिकेन भवति महोदय. किं महोदय ऊर्णु किम् उक्तवान्? ऊर्णधातुः सूचि सूत्रि मूत्रि अटति अर्थि असूनादीनां यङ् वक्तव्यम् इति वार्तिकेन एव द्वितं भवति अत्र. आम् आम् सत्यम्, आम् महोदय, आम् तत्तु अस्ति, किन्तु एकाच भागः इति वयं किं स्वीकुर्मः इति प्रश्नः, तस्य उत्तरम् अत्र. एकाच अस्ति चेत् अत्र पूर्णसम्पूर्णतया दातु एव द्वितं भवति. तर्हि त्रीणि स्थले त्रयः स्थलाः सन्ति, त्रिषु स्थलेषु वयं दृष्टवन्तः यत्र वयं एकाच अस्ति चेत् पूर्णतया स्वीकर्तव्यम् इति, किमर्थम् इति वयं साधु रूपं प्राप्तुं वयं पूर्णतया स्वीकुर्मः इति वयं दृष्टवन्तः. अग्रे गच्छामः. अधुना यदि पठति वा महोदय, पठामि वा? अस्तु. अधुना महोदय वदतु महोदय. अधुना यङि सनि च धातुः सदा अनेका च, सः च धातुः औपदेशिक नापि तु आदिदेशिक, येषु स्थलेषु भाष्यकारः साक्षात् न उक्तं कथं करणीयम्, अतः सिद्धान्तः चिन्तनं करणीयम्. यङ् द्वि सन्यङ् सन्यन्द धातुः अपि अनेका च अस्ति, साधु औपदेशिकम् इति पदं भवति आदिदेशिकक्रिय इदानीं नास्ति वा? सन्यङ्गः अपि आदिदेशिकधातु, यङन्दमपि आदेशिक सनाद्यन्तक इति अनेन भवति किल? तदेव उक्तमस्ति खलु, स च धातुः औपदेशिक न इति दत्तमस्ति. औपदेशिक न आदेशिक. अस्तु, अत्र किं न उक्तम् अति अत्र न अहं न अवगच्छामि. येषु स्थलेषु भाष्यकारैः साक्षात् न उक्तं कथं करणीयम्? अत्र अधुना यङि सङि च धातुः सदा अनेका च, यत्र यङन्तदातवः सन्ति खलु अनेका च, विषये सनन्तदातूनां विषये पूर्णत निज् विज् इति दातवः यत्र सन्ति तत्र तु सामान्यतया जुहोत्यादिगणीयचिन्तनं कुर्मः. जुहोत्यादिगणे दा धातुः अस्ति, तर्हि धातुः कथं वा वयम् एकाच् भागः इति तत्र प्रश्नः आयाति. किन्तु यङि सङि तु एकाच् इति विरलतया वा दातवः सन्ति च खलु, अनेक क्षम्यतां, यङि सङि तु सदा तु अनेकाच्. आम्, यन् कृत् यङि सङि कृत्वा अनेकाच् भवन्तः खलु, यत्र वयं यङ्मः तदा तु ते अनेकाच् भवन्ति. किमर्थं प्रत्ययस्य एव एक अच् भागः अस्ति, य इति अच् भागः अस्ति, तथा एव सनन्तदातुः अस्ति चेत् प्रत्ययस्य एव स इति अदन्त अङ्गम् अस्ति, अदन्तम् अङ्गम् खलु. तदनन्तरं धातोः अपि अच् भागः अस्ति चेत् निश्चयेन अनेकाच् भवन्ति खलु. अत्र न ते तु साक्षात् न उक्तं कथं करणीयम् इति अग्रे पश्यामः. सिद्धान्ततः चिन्तनं, सिद्धान्तकौमुद्यं प्रायः अस्ति इति स्यात्. अहं पठामि महोदय. अत्र द्विप्रक्रियायां द्वौ सिद्धान्तौ प्रासङ्गिकौ, सिद्धान्तद्वयमपि महाभाष्ये प्रतिपादितम् अस्तु. इमौ द्वौ सामान्यव्याकरणशास्त्रसिद्धान्तौ न तु विशेषः विशेषतः द्वित्वार्थं दत्तौ अस्तु. सिद्धान्तकौमुदी इति नास्ति, सिद्धान्तमस्ति इति. सिद्धान्तं तु महाभाष्ये प्रतिपादितं, व्याकरणविषयः नास्ति इति. परन्तु द्वापि द्वित्वप्रक्रियायां प्रासङ्गिकौ, नाम द्वितीयविषये प्रयोजकौ भवितुम् अर्हतः इति अस्तु. एकः अस्ति अजीनं व्यञ्जनं परेण संयोज्यम् इति महाभाष्यवचनं यथा ग्रामात् आगच्छति. अत्र दकारः अच्छहीनः हल् वर्णः, अतः तस्मात् परः यः आकारः तद्युक्तः भवेत् उच्चारणदृष्ट्या च लेखनदृष्ट्या च ग्रामादागच्छति इति. तदर्थम् अनेकवारं श्लोकानां लेखनावसरे पङ्क्त्यन्ते शब्दस्य अन्तिमवर्णः हल् वर्णः चेत् स च हल् वर्णः लिख्यते अग्रिमपङ्क्तेः आदौ प्रथमशब्दस्य आदिमवर्णेन सह सन्धिं कृत्वा. हा, तत्र एवम् उक्तमस्ति अजीनम्, यत्र अजु अजहीनं यस्य अस्ति इत्युक्ते केवलं व्यञ्जनमस्ति चेत्, व्यञ्जनम् इत्युक्ते अजहीनं खलु, यत्र हज् अज् यत्र नास्ति हज् वर्णः, तादृशं तु परेण संयोज्यम् अग्रिमशब्दः यत् अस्ति तत्र सन्धिं कृत्वा लेखनीयम् इति. उदाहरणार्थं ग्रामात् आगच्छति अस्ति, तत्र तु ग्रामाद् इद् प्लस् आ संयुज्य ग्रामादागच्छति इति भवति. तथा एव श्लोकानां, वयं तु श्लोकान् जानीमः खलु महोदय, श्लोकेषु सामान्यतया यदि अन्तिमवर्णः हल् वर्णः अस्ति चेत् अग्रिमपङ्क्तेः सह अग्रिमपङ्क्तेः आदिमवर्णेन सह लिखन्ति खलु जनाः. सन्धिं कृत्वा ते लिखन्ति, तदेव सिद्धान्तः इति. इदं सिद्धान्तम् अनुसृत्य पट्टयोगः इय इति अवसरे प प इत्य इति रीत्या द्वित्वं भवति. तत्र तु पट् योगः य इति यत्र अस्ति तत्र तु किं स्वीकरणीयम् इत्युक्ते प इति प्रथमभागः, इत्य इति द्वितीयभागः इति स्वीकुर्मः खलु. अनन्तरं हलादिः अस्ति इति कृत्वा एकाचोद्वे प्रथमस्य इति स्वीकृत्य प इत्यस्य द्वित्वं भवति. अनन्तरम् इत्य इति अशिष्टम् अस्ति, प प इति अभ्यासः प अभ्यस्तं पप. अट् य इति स्थले अट्य इति उदाहरणं स्वीकृत्य, यथा पट्य इति स्वीकृतमस्ति, यदि अट् इति धातुः अस्ति, अटति इति धातुः, तत्र वयं किं कुर्मः, अट् प्लस् य इत्यत्र वयम् अ इति प्रथमभागः इति स्वीकुर्मः, इत्य इति द्वितीयभागः इति स्वीकुर्मः. किमर्थमित्युक्ते किम् अस्ति, अत्र तु अजीनं व्यञ्जनम् अस्ति खलु, अज् नास्ति टकारस्य, तर्हि अग्रिमवर्णेन सह वयं स्वीकुर्मः. तत्र तु अ इत्य इति अत्र तु अजादिः अस्ति इति कृत्वा द्वितीयभागस्य द्वित्वं भवति, इत्य द्वित्वं भूत्वा अ इत्य इत्य इति द्वित्वं भवति. तर्हि अभ्यासस्य इति अस्ति, अभ्यस्तं तु ट्य ट्य इति अस्ति, यस्य द्वित्वं भवति तत् अभ्यस्तं भवति. ओ अजादि नास्ति, अजहीनः टकारः अजहीनः, अतः अन्य परवर्णस्य योगेन भवति इति वा? आम् महोदय. ओ अतः एव अजादि धातुः अस्ति चेत् द्वित्वं द्विदे चेत् ओ अजहीनः अस्ति अतः. अस्तु महोदय, धन्यवादः. परन्तु हलादि अस्ति अत्र पूर्वमेव अच्वर्णः अस्ति अतः अत्रापि आ इति अस्ति, परन्तु ट इति अजिहीनः योजनं करणीयम् इति मत्वा अत्र दत्तं ट्यटि इति कृत्वा. अधुना तु अजादि अस्ति खलु, धातुः तु अट् धातुः अस्ति, अजादि धातुः पप इति यत्र आसीत् पट्ट आसीत् अत्र तु हलादिधातुः, अत्र तु अजादिधातुः. तर्हि यत्र अजादिधातुः अस्ति तस्य सूत्रं किं भवति, अजादे द्वितीयस्य इति अस्ति खलु, द्वितीय भागस्य अच्भागस्य द्वित्वं भवति, इत्य इत्यस्य द्वित्वं भवति, अ इत्यस्य द्वित्वं न भवति. हल् वर्णः हल्युक्त यत् वर्णाः सन्ति तेषां द्वित्वं भवति. धन्यवादः महोदय. अनन्तरं द्वितीयसिद्धान्तः एवम् अस्ति, तर्हि प्रथमसिद्धान्तः एवं यत्र अजीनव्यञ्जनं परेण संयोज्यम् इति. द्वितीयसिद्धान्तः एवम् अस्ति, भाष्यकारः त प्रतिपादयति यत् उपदिष्टरूपैः मनसि बुद्धिः जायते। प्रक्रियायां क्रमेण अग्रे गमनेन यदा कदाचित् परिचितरूपं प्रविष्टं भवति, धातुः वा भवतु, प्रत्ययो वा भवतु, आदेशो वा भवतु, तदा नूतनबुद्धिः मनसि उत्पन्ना भवति। तस्य बुद्धेः महत्त्वम् अस्ति, यावत् शक्यं बुद्धिम् अनुसृत्य प्रक्रिया साधनीया। यथा पट्योगः इति स्थले पट् इति बुद्धिः अस्ति, स च पट् धातुः अर्थवान्, अतः यावत् शक्यं तस्य विभागः न करणीयः। बुद्धिसिद्धान्तम् अनुसृत्य पट् प्लस् य इत्यत्र पट् पट् य इति द्वित्वं कार्यं, न तु प प इति। किमर्थमिति चेत् प इति भागः बुद्धिः नास्ति, अर्थवान् नास्ति। अत्र प्रश्नः उदेति यत् तथा अस्ति चेत् बुद्धिम् अनुसृत्य अट् योगः य इत्यत्र अट् य य इति रीत्या द्वित्वं करणीयं, न तु अट् अ इति। तर्हि किमर्थम् अट् य य इति रीत्या द्वित्वं न करणीयम्? यतोहि यथा क्रियते तथा क्रियते चेत् इष्टं रूपं न सिद्ध्यति। अतः बुद्धिम् अनुसृत्य कुर्मः चेत् कुत्रचित् नियमस्य पालनं कर्तुं शक्नुमः, कुत्रचित् कर्तुं न शक्नुमः। तथापि विष्णुकान्तः पाण्डेयः नाम्ना जयपुरविश्वविद्यालयस्य व्याकरणविभागे अध्यापकः वक्ति यत् अनेन नियमेन द्वित्वं करणीयम् इति। अस्तु अस्तु, द्वितीयसिद्धान्तः अस्ति यः वदति, कोऽपि वदति यद् बुद्धिः बुद्धिम् अनुसृत्य प्रक्रिया साधनीया इति। यत्र तस्य तु नितरां भेदः अस्ति, वयम् एतावत्पर्यन्तं वयं यत्किमपि पठितवन्तः तस्य विपरीतत्वेन अस्ति तस्य एतत् सिद्धान्तं। सः वदति पट् इति धातुः तु पूर्ण अर्थवान् अस्ति खलु, पट् इत्युक्ते पठनम् इति अर्थः अस्ति तस्य, यत् प्रत्ययस्य अर्थः नास्ति खलु। तर्हि पट् इत्यस्य वयं विभजनं न कुर्मः, प इति न स्वीकुर्मः। प्रथम प इति प्रथमभागः, इत्य इति द्वितीयभागः इति न स्वीकरणीयं। पट् इति प्रथमभागं स्वीकृत्य पट् पट् य इति लिखामः। तथा एव अट् इति यत्र धातुः अस्ति तत्रापि अट् इति प्रथमभागः, य इति द्वितीयभागः इति स्वीकरणीयं। किमर्थम् इत्युक्ते अट् इति अर्थवान् अस्ति, अर्थम् अस्ति तस्य, य इत्यस्य इति कृत्वा वयं विभजनं न कुर्मः। तर्हि अ य य इति एव रूपं साधनीयम् इति सः वदति इति महोदय लिखितवान्। चेत् अर्थं न भवति वदति, यद्यपि इष्टं रूपं न कुर्मः तथापि एवमेव करणीयम् इति तस्य बोध सिद्धान्तः अस्ति। किन्तु महोदय अग्रे अग्रिमवाक्ये उक्तवान्, केचन व्याकरणाः वदन्ति यत् अजीनं परं व्यञ्जनं परेजन संयोज्यम्, अजीनं व्यञ्जनं परेण संयोज्यम् इति महाभाष्यवचनम् अनुसृत्य द्वित्वं करणीयं। महाभाष्ये यल्लिखितमस्ति तत्स्वीकृत्य एव वयं कुर्मः। एषः विष्णुकान्तः यत् उक्तवान् तदनुसृत्य वयं न कुर्मः इति किन्तु न एवं लिखितमस्ति। केचनाः तु महाभाष्ये यत् लिखितमस्ति तथा करणीयम् इति, अन्ये वदन्ति विष्णुकान्तः उक्तवान् तद् तादृशं करणीयम् इति। माताजी वदति यत् अधीनं व्यञ्जनं परेण संयोज्यम् इति अनुसारं क्रमश्चेत् लाभद्वयम् अस्ति। प्रथमम्, एकाचिधातूनां कृते प्रक्रिया सर्वत्र समाना हलादिधातुः चेदपि अजादिधातुः अपि चेदपि लाघवम् अस्ति इति कृत्वा प प इत्य इति रीत्या द्वित्वं क्रियते चेत् हलादिशेषः इत्यनेन इत्यस्य आवश्यकता न भवति, सोपानं न्यूनं भवति, एवं वयं कुर्मः इति माताजी वदति। महोदय चेत् अलादिशेष इति सूत्रं न अत्र कार्यं करोति वा? न एव आवश्यकं खलु। प्रथमभागः तु केवलं प इति एव अस्ति, इट्य इति द्वितीयभागः, तत्र तु यदि वयं पट् पट्य इति स्वीकुर्मः चेत् एव अलादिशेषः भूत्वा पपट्टि इति भवति खलु। यदि वयं केवलं प इति एव स्वीकुर्मः चेत् तद् अलादिशेषः एव कार्यमेव नास्ति खलु, सोपानं भवति। अहं श्रुतवान् तत् ध्वनिमुद्रं श्रुतवान् महोदयस्य वर्गस्य अत्र समाप्तवान् अहं चिन्तयामि अत्रैव समाप्तवान् वा अत्रैव जस्ट् द्वितीयसिद्धान्तम् अस्ति चेत् किल तत् पर्यन्तं फिनिश् कृतवान् फिनिश् कृतवान् ध्वनिमुद्रं श्रुतवान् अतः अहं न जानामि प्रायः अग्रिमे सप्ताहे यदा भगिनी अग्रिमे सप्ताहे पुनः अपि डिस्कस् करोमः इति उक्तवान् अस्तु भगिनी अस्तु महोदय तथा कुर्मः तर्हि महोदय विरमामः वा धन्यवादः धन्यवादः शुभरात्रिः धन्यवादः